पद्मपुराणं खण्डं 4 ब्रह्मखण्डम् अध्यायम् 11 शौनक उवाच इदानीं श्रोतुमिच्छामि कथयस्व यथार्थतः हरिस्वरूपिणा साक्षाद्वेदव्यासेन शासिता निरहङ्कारहेसूद लोकानुग्रहकारक केन स्यात् सुभगा नारी पापिनी च सुदुर्भगा पतिप्रियाङ्ग केन स्याद्रूपिता चक्षुषोऽसुधा केन वा जायते लक्ष्मीस्तन्मे ब्रूहि तपोधना सुद उवाच यदि पुण्यमिदं विप्रवृत्तं परमदुर्लभं शृणुष्व भोः समासेन कथयामि विधानतः आसीत् भद्रश्रवा राजा युगे द्वापरसंज्ञके सौराष्ट्रदेशवासी च वेदवेदाङ्गपारगः भार्या तस्य च सञ्जाता नाम्ना सुरदिचन्द्रिका तस्यां बभूवु श्रीराज्ञसप्तपुत्रा मनोरमाः तदोभिजादा दुहिता सुन्दरी सत्यवादिनी श्यामबाला च विप्रेन्द्र नाम्ना प्रीतिकरी पितुः अथैकदा श्यामबाला सुवर्णसिकतासु च गूढैर्मनोहरैरत्नैः सखिभिः क्रीडितुं मुदा जगाम नीपवृक्षस्य तलं परमदुर्लभं यदस्मिन्नन्तरे विप्र लक्ष्मी संसारतारिणी लोकानां निदिदा साध समायादा स्वयं पुरः धृत्वा च ब्राह्मणीरूपं पलिताङ्गी च भूसुरा अखिलानां च लोकानां शास्तु राज्ञः क्षयं विना केषां क्षुद्रतराणां हि गृहे गच्छामि साम्प्रतम् इति संचिन्त्य मनसा गदा राजनिकेतनं सुवर्णभित्तिभिर्युक्तं पदाकाभिरलङ्कृतम् सिंहद्वारमधिक्रम्य प्राह दौवारिकीं ततः द्वारं जहि हि भोद्वारि नियुक्ते शुभलक्षणे यामि वेगेन पश्यामि राज्ञीं सुरदिचन्द्रिकां तच्छ्रुत्वा वचनं तस्या रत्नदण्डकरा च सा कोकिलावाक्यवन्मुक्तं परमं हर्षमाययौ द्वारनियुक्तो वाच किं नाम वहसे वृद्धे कः पदिस्तावकः पुनः आकतासि कथं किन्ते कार्यं राज्ञाश्च दर्शने कस्मात् किं ब्रूहि विप्रेत्वं श्रोतुं कौतूहलं हि मे वृद्धोवाच शृणु पोष्ये महाराजपत्न्या दण्डकरे यदा श्रोतुं कौतूहलं तेऽस्ति मदागमनकारणं प्रसिद्धा कमला नाम्ना चाहं प्राणेश्वरो मम भुवनेश इति ख्यातो नाम्ना द्वारवदी पुरी तस्यां वै वर्तते पोष्ये मम प्राणेश्वरस्ततः आगताहं रत्नवेत्र करे शृणु सकौतुकम् ममागमनकार्यं हि वच्मीदानीं तवाग्रतः पुरासीद्वैश्यकुलजा राज्ञी तव च दुःखिनी एकस्मिन् दिवसे पोष्ये पदिना कलहकृतः तया नार्या च दुःखिन्या तदो वै भर्तृपीडिता बहिर्भूयद्रुदं गेहाद्रुदन्ती च पुनः पुनः तस्याश्च रोदनं श्रुत्वा चागताहं समीपदः अपृच्छं सर्ववृत्तान्तं कथितो वै यथार्थदः तया ततो व्रतवरमुपदेशं ददाम्यहम् ममोपदेशदशा वै चक्रे व्रतवरं मुदा तस्य प्रसादाद्भोद्वास्ते संजादा सुखिता च सा कदाचिद्वैश्यकुलजा पत्या मृत्योर्वशं गदा समानेदुं ततस्तौ दु विहिताखिल घातकौ किं करान् प्रेषयामास चण्डाद्यान् धर्मराट् प्रभुः यमाज्ञया समायादा यमदूता भयङ्कराः बद्ध्वा तौ चर्मपाशेन लोहमुद्गरपाणयः उद्यमं चक्रिरे गन्तुं यमस्य शरणं प्रदि अत्रान्तरे जलक्ष्म्यास्ते दूदा विष्णुपरायणः समानेदुं समायादा शङ्खचक्र गदाधराः दृष्ट्वा तथा विधांस्तांश्च यमदूताः पलायिताः लक्ष्मीदूता महात्मानः स्वप्रकाशादयस्तथा पाशं चित्त्वा समारोप्य राजहंसयुते रथे जग्मुर्लक्ष्मीपुरं सर्वे सहसाकाशवर्त्मना यावद्वारं व्रतवरं कृत्वा वैश्या च सा तदा तावत्कल्पसहस्राणि तस्तदुःकमलापुरे पुण्यशेषस्य भोगार्थं जादौ राजान्वयेऽधुना व्रतं च विस्मृतौ द्वास्थे राजसम्पत्तिगर्वितौ तस्माच्च तव तस्यापि चोपदेशार्थमागता द्वास्थोवाच केनैव दुविधानेन वृद्धे व्रतवरं कृतं कस्मिन् मासे व्रतं श्रेष्ठं देवता का च पूज्यते यदन्मे पृच्छदो मादर्यथावद्वक्तुमर्हसि कमलोवाच कार्तिके च व्यधिक्रान्ते मार्गशीर्षे समागते तस्मिन् मासे च भो पोष्ये वासरे गुरुसंज्ञके तदपूर्वाह्णसमये सकलैर्वृतिभिर्वृता नारायणेन सहिता लक्ष्मीं सम्पूजयेत्तदः मिष्ठैः पायसयुक्तैश्च भुक्तैश्च खण्डमिश्रितैः लक्ष्मीं सन्तोषयेत् प्रेष्ये ततः सम्प्रार्थयेदिदं त्रैलोक्यपूजिते देवि कमले विष्णुवल्लभे यथा त्वमचला कृष्णे तथा भव मयि स्थिता ईश्वरी कमले देवि शरणं च भवानखे नानोपहारद्रव्यैश्च लक्ष्मीमाज्ञाप्य तोषयेत् शास्त्रैश्च पूजयेद्देवीं महोत्सवसमन्वितां ततो नैवेद्यशेषांश्च दत्त्वा ब्राह्मणसत्तमम् आत्मानं स्वपदिं पुत्रान् पोष्येऽन्यानपि सेवकान् द्वितीये तु गुरोर्वारे विशेषं शृणुसुन्दरि चित्रधूलिप्रशस्तैश्च भ्राष्ट्रैर्गोधूमनिर्मितैः तोषयेत् कमलादेव्या कुर्याद्वै भक्तिभावदः तृतीये खण्डसंयुक्तं दध्योदननिवेदनं श्यामाकशालिकासारैश्चतुर्थे पूजयेन्मुदा लक्ष्मीदेवीं प्रयत्नेन रत्नदण्डकरे ततः लक्ष्मीदेवी प्रीदयेदु ब्राह्मणान् पूजयेद्धनैः वस्त्रालङ्कारभोज्यैश्च फलैर्नानाविधैस्तथा पोष्योवाच अत्रैव तिष्ठभो वृद्धे राज्ञीं सुरदिचन्द्रिकां विज्ञाप्य त्वां नयिष्यामि मा क्रोधं कुरु सत्तमे इत्युक्त्वा साधु चार्वङ्गी गदा राज्ञी समीपदः शिरस्यञ्चलिमाधाय पोष्या ब्रह्मन् समूलदः आरभ्य साङ्गपर्यन्तं यदूचे कमलालया तत्सर्वं कथयामास राज्ञीं सुरदिचन्द्रिकां द्वारपालीव च श्रुत्वा राज्ञी सुरदिचन्द्रिका जगामब्राह्मणी पार्श्वं सगर्वा प्राहसुन्दर राज्ञी उवाच वृद्धे ब्राह्मणि किं वृत्तं चोपदेशार्थमागदा कथयस्वचिरं मह्यं भयं त्यक्त्वा यथा सुखं ब्राह्मण्युवाच तवानीतिमहं दृष्ट्वा गन्तुमिच्छामि चञ्चला कथयिष्यामि किं दुष्टे व्रतं परमदुर्लभम् इन्दिरावासरे चाद्य चण्डालेन करोषि यद तद्दृष्टं मयि का दुष्टे तद्गेहे गर्विते धुना तच्छ्रुत्वा ब्राह्मणी वाक्यं क्रोधसंरक्तलोचना जरन्तीं ब्राह्मणीं चैव प्रहारं च चकारसा ततः सा कमला वृद्धा क्रन्दमाना पलायिता क्रीडमाना तदश्यामा ब्राह्मणी क्रन्दनध्वनिम् आगतास्या समीपं तु श्रुत्वा बाला तपोधना श्यामा बालोवाच वृद्धे वृद्धे दृशिकेन दत्ता तुभ्यं वदस्व मे तस्या वचनमाकर्ण्य शोकगद्गदया गिरा कमला कथितं सर्वं वृत्तान्तं द्विजसत्तम श्यामा बाला ततः श्रुत्वा व्रतं परमदुर्लभम् शास्त्रोक्तविधिना चक्रे सश्रद्धं च सभक्तितः त्रिवारे परिपूर्णे दु तुर्यवारे समागदे विवाहकर्मसंसिद्धं द्विजलक्ष्मीप्रसादः श्रीसिद्धेश्वरदेवस्य नृपतेर्भूपतेजसः मालाधरो नाम सुधो गृहीत्वा तां गृहं गतः अथ तस्यां गदायां दुब्रह्मन् शृणुष्व कौतुकम् राज्ञी गृहे च सर्वाणि स्थितानि सुबहूनि च द्रव्याणि केन नीतानि न ज्ञातान्यबिभूसुर निर्वित्ता बुद्धिहीना सा चान्नवस्त्रविवर्जिता उपविष्टा च केनापि गन्तुं च दुहितुर्गृहम् प्रेषयामास भर्तारं किञ्चित् प्रार्थनहेतवे तस्य मालाधरस्यापि ग्रामे च सरसीतटे कालेन क्रियदा विप्रविवेश च कष्टदः तस्माज्जलं समानेतुं तस्या दास्यः समागताः तं दृष्ट्वा दुःखिनां श्रेष्ठं पप्रच्युः सानुकम्पिताः दास्य उवाच कस्त्वं कुतः समायादो मांसरक्तविवर्जितः रूक्षाङ्गो रूक्षकेशश्च तत्सर्वं कथयस्वनः दरिद्र उवाच श्यामा बालापिता चाहं सौराष्ट्रनगरागतः कथयध्वं च भो दास्यश्यामा बाला समीपदः तच्छ्रुत्वा वचनं तस्य कौतूहलसमन्विताः परस्परमुखाः सर्वा जहसुस्वपुरं गताः श्यामा बाला च कथितं सर्वं वृत्तं च भो द्विज श्रुत्वैतद्वचनं तासां प्रेषयामास सेवकान् पुष्पतैलं दिव्यवस्त्रं चन्दनं पर्णवीडिकां खोटकं च तथा दत्त्वा पितरं प्रति सुन्दरी गत्वाथ सर्वे ते भृत्या कृत्वा सुवेशमुत्तमं श्यामा बालागृहं निन्युर्देवराजगृहोपमम् श्यामा बाला ततश्चैव पितरं दुःखिनां वरं शाल्यन्नं सकृतं चैव भोजयामास यत्नदः तुर्येषु समदीतेषु दिवतेषु तपोधन प्रेषयामास तं दत्त्वा गुप्तपात्रस्थितं धनम् तदप्रविश्य स्वगृहे धनं पात्रान्तरस्थितं ददशाङ्गारनिचयं रुरोदभृशदुःखितः दुःखितुःसदनं यातुं निःससार गृहागतः तत्रैव सरसीकूले प्रविवेश्य च दुःखिनी तथैनां च समानीदां यथा स्याः प्राणवल्लभां तथैव पूजयामास मातृस्नेहात् पतिव्रता एतस्मिन् समये विप्रलक्ष्मीवासरमुत्तमं श्यामाबाला कारयितुं मनश्चक्रे च मातरम् तस्या मादा दरिद्राणि भुक्त्वा वैकान्तिकेऽपि च शावकानां तुच्छोच्छिष्टं लक्ष्मीकोपसमन्विता इन्दिरायास्तृतीयानि वासराणि गतान्यपि चतुर्थवासरे तां तत् कारयामास सा दृढम् आगदा नगरं सा वै राज्ञी सुरदिचन्द्रिका दृष्ट्वा गृहं तथा दिव्यमिन्दिरायाः प्रसादतः श्यामा बाला च विप्रेन्द्र कदाचित् समये पुनः मातुर्गृहं गदा चाथ ऐश्वर्यस्य दिदृक्षया श्यामा बालां तदो दूरा दृष्ट्वा सङ्कुपिता च सा न पश्यामि मुखं तस्या इत्युक्त्वा लक्षिता स्थिता गत्वा गृहान्तरालं च गृहीत्वा सैन्धवं च सा आगता स्वगृहं किञ्चित् तूष्णीं लक्ष्मी समाश्रितम् राजा स्वामी च पप्रच्छ तां साध्वीं पदिदेवतां किमानीतं त्वया कान्ते कथयस्व ममाग्रदः कान्दोवाच राज्यसारं समानीदं दर्शयिष्यामि भोजने इत्युक्त्वा सा तदा पाकं कृत्वा च लवणं विना अन्नादिकं ततो दत्त्वा माला धरय भूभुजे ततो मालाधरो राजा व्यञ्जनं लवणवर्जितं भुक्त्वा वैगुण्यतां प्राप्तो राज्यसारं ददौ च सा तदा हृष्टमना राजा भोजनं कृतवान् द्विज प्रशंस च तां नारीं धन्या धन्या इति ब्रुवन् एतद्व्रतं च या नारी न करोति महादराद जन्मजन्मनि सा नारी दरिद्रा दुर्भगा भवेद् इदं या शृणुयाद्भक्र्या पठेद्यो वा समाहितः सर्वपापैर्विनिर्मुक्तो लक्ष्मीलोकं लभेच्च सः इमां व्रतकथां यादु न श्रुत्वा क्रियते व्रतं तस्या व्रतफलं चैव नश्यत्येव न संशयः इति श्रीपाद्मे महापुराणे ब्रह्मखण्डे सूदशौनकसंवादे एकादशोऽध्यायः ॐ